उणादिकोशः उणादिकोशः उणादिकोशः कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच कृतेः चः क्रूच कृतेः चः क्रूच कृतेः छः क्रूच कृतेः चः क्रूच कृतेः चः क्रूच कृतेः चः क्रूच कृतेः चः क्रूच कृतेच्छः क्रूच कृतेच्छः क्रूच रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेर्निलुक् रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च रोदेः णिलुक् च बहुलमन्यत्रापि बहुलमन्यत्रापि बहुलमन्यत्रापि संज्ञाछन्दसोः बहुलमन्यत्रापि संज्ञाछन्दसोः बहुलमन्यत्रापि संज्ञाछन्दसोः बहुलमन्यत्रापि संज्ञाछन्दसोः बहुलमन्यत्रापि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः बहुलम् अन्यत्र अपि संज्ञाछन्दसोः जोरी च जोरी च जोरी च जोहोयि च जोहोयि च जोहोयि च जोरी च जोरी च जोहोयि च जोहोयि च जोरी च सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुसुधागृधिभ्यः क्रन् सुचि सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसुचि सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुसिचि मीनां दीर्घश्च सुचि मीनां दीर्घः च सुचि मीनां दीर्घः च सुसि मीनां सुसिचि मीनां दीर्घः च सुसिचि मीनां दीर्घः च सुसिचि मीनां दीर्घः च सुसिचि मीनां दीर्घः च सुसिचि मीनां दीर्घः च वा विन्धेः वा विन्धेः वा विन्धेः वा विन्धेः वौ इन्धेः वौ इन्धेः वौ इन्धेः वौ इन्दे हे वौ इन्दे हे वृधि वपिभ्यां रन् वृधि वपिभ्यां रन् वृधि वपिभ्यां रन् वृधि वपिभ्यां रन् वृधि वपिभ्यां रन् रुजेन्द्राग्र रुजेन्द्राग्र रुजेन्द्राग्र रुज्रेन्द्राग्र रुज्रेन्द्राग्र रुज्रेन्द्राग्र वज्र विप्र कुब्र वज्र विप्र कुब्र चुब्र क्षुर खुर क्षुर खुर भद्र उग्र भद्र उग्र भैर भैल भैर भैल शुक्र शुक्ल शुक्र शुक्ल गौर गौर गौर वन रेर मालाः वन रेर मालाः रुजेन्द्राग्र रुजेन्द्राग्र वज्र विप्र कुब्र शुब्र क्षुर खुर भद्रोग्र भैर भैल भैर भैल शुक्र शुक्ल शुक्र शुक्ल गौर गौर वन रेर माला वन रेर माला रुज्रेन्द्राग्र रुज्रेन्द्राग्र वज्र विप्र कुब्र चुब्र क्षुर खुर भद्रोग्र भैर भैल शुक्र शुक्ल गौर वन रेर मालाः रुज्रेन्द्राग्र वज्र विप्र कुब्र चुब्र क्षुर खुर भद्रोग्र भैल भैर भैल शुक्र शुक्ल गौर वन रेर मालाः रुज्रेन्द्राग्र वज्र विप्र कुब्र चुब्र क्षुर खुर भद्रोग्र भैर भैल शुक्र शुक्ल गौर वन रेर मालाः रुज्रेन्द्राग्र वज्र विप्र कुब्र चुब्र क्षुर खुर भद्रोग्र भैर भैल शुक्र शुक्ल गौर वन रेर मालाः समी कस उकन् समी कस उकन् समी कस उकन् समी कस उकन् समी कस उकन् पचि नसोर् नुकन् पचि नसोर् नुकन् पचि नसोर् नुकन् पचि नसोर् नुकन् पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च पचि नसोर् नुकन् कनुमौ च भियः क्रुकन् भियः क्रुकन् भियः क्रुकन् भियः क्रुकन् भियः क्रुकन् कुन् शिल्पी संज्ञयोः कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि अपूर्वस्य अपि शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोः अपूर्वस्य अपि कुन् शिल्पी संज्ञयोरपूर्वस्यापि कुन् शिल्पी संज्ञयोरपूर्वस्यापि कुन् शिल्पी संज्ञयोरपूर्वस्यापि कुन् शिल्पी संज्ञयोरपूर्वस्यापि कुन् शिल्पी संज्ञयोरपूर्वस्यापि रमे रश्चलो वा रमे रश्चलो वा रमे रश्चलो वा रमे हे रह च लह वा रमे हे रह च लह वा रमे हे रह च लह वा रमे हे रह च लह वा रमे हे रह च लह वा रमे रश्चलो वा रमे रश्चलो वा रमे रश्चलो वा जहातेर्द्वे च जहातेर्द्वे च जहातेः द्वे च जहातेः द्वे च जहातेर्द्वे च जहातेर्द्वे च जहातेर्द्वे च जहातेः द्वे च जहातेर्द्वे च ధుమో ధ్మచ ధ్మో ధ్మచ ధుమో ధమచ ధుమో ధమచ ధుమో ధమచ ధుమో ధమచ ధుమో ధమచ హనో వధ చ హనో వధ చ హనో వధ చ హనో వధ చ హనో వధ చ హనో వధ చ బహుళ మన్యత్రాపి బహుళం అన్యత్ర అపి బహుళం అన్యత్ర అపి బహుళ బహుళం అన్యత్ర అపి బహుళమన్యత్రాపి కృష్యేర్వృద్ధిశ్చోదీచాం కృష్యేర్వృద్ధిశ్చోదీచాం కృష్యేర్వృద్ధిశ్చోదీచాం కృష్యేర్వృద్ధిశ్చోదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృషే వృద్ధిః చ ఉదీచాం కృష్యేర్వృద్ధిశ్చోదీచాం కృష్యేర్వృద్ధిశ్చోదీచాం ఉదకశ్చ ఉదకశ్చ ఉదకంచ ఉదకంచ ఉదకంచ ఉదకం చ ఉదకం చ ఉదకం చ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ వృశ్చి కృష్యో కికన్ ప్రాంగీ పణి కషః ప్రాంగీ పణి కషః ప్రాంగీ పణి కషః ప్రాంగీ పణి కషః ప్రాంగీ పణి కషః కంటిన్యూ